पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 85 महादेव उवाच वैशाख्यां पूर्णमास्यां वै जलस्थं जगदीश्वरं पूजयेद्वैष्णवो भक्त्या कृतोत्साहो मुदान्विदः गीतं वाद्यं तथा नृत्यं कृत्वा पुण्यं महोत्सवम् एकादश्यां सुरश्रेष्ठं पश्येद्वाधप्रहर्षितः गीतं गायन् हरेर्भक्र्या कर्तव्यसोत्सवशुभः शयनं कुरु देवेश जलेऽस्मिन् वै सुरेश्वर त्वयि सुप्ते जगत्सुप्तं भवत्येव न संशयः खनागमे प्रकुर्वन्ति जलस्थ वै जनार्दनं ये नरास्तु सुरश्रेष्ठे न दाहो नरके भवेद स्वर्णपात्रे तथा रौप्ये ताम्रे वाच सुरेश्वरी मृण्मये वाधकर्तव्यं शयनं विष्णुसंज्ञकं तत्र तोयं च संस्थाप्य शीतलं गन्धवासिदं तस्मिं स्तोये तदो विष्णोः स्थापनं कारयेद्बुधः गोपालनाम्नी मूर्तिश्च रामनाम्नी तथापि वा शालग्रामशिला वापि स्थापनीया विशेषतः प्रतिमां वा महाभाग तस्य पुण्यमनन्तकं यावद्धराधरालोका यावच्चन्द्रदिवाकरौ तावत्तस्य कुले कश्चिन् न भवेद्देवि नारकी तस्माज्येष्ठो महादेवि तोयस्थं पूजयेद्धरिं वीदतापो नरस्तिष्ठेद्यावद् आ भूतसम्प्लवम् सुशीतले तथा तोये तुलसीदलवासितं शुचि शुक्रगदे काले पूजयेद्धरणीधरम् शुचि शुक्रगदे काले येर्चयिष्यन्ति केशवं जलस्थं विविधैः पुष्पैर्मुच्यन्ते यमपीडनाद जलप्रेष्ठो यदो विष्णुर्जलशायी जलप्रियः तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिं नीरमध्ये स्थितं कृत्वा शालग्रामसमुद्भवं येनार्चितो महाभक्त्या स भवेत् कुलपावनः कर्कराशिगते सूर्ये मिथुनस्थे विशेषतः येनार्चितो हरिर्भक्रिया जलमध्ये तु सुन्दरी द्वादश्यां तु विशेषेण जलस्थ जलशायिनः येनार्चनं कृतं तेन कोटियज्ञशतं कृतं निक्षिप्य जलपात्रे तु मासे माधवसंज्ञके माधवं यर्चयिष्यन्ति देवास्ते तु नरा भुवि पात्रे गन्धोदकं कृत्वा यः क्षिपेद् गरुडध्वजं द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेत्तु सः अश्रद्धदानपापात्मा नास्तिकोच्छिन्नसंशयः हेतुनिष्ठश्च पञ्चैते न पूजाफलभागिनः तथा महादेवि प्रभुं जलस्थं जगदीश्वरं पूजयेद्यो नरो नित्यं महापापैः प्रमुच्यते ॐ ह्री ह्रीं रामाय नमः इति मन्त्रेण देवेशि पूजनं तत्र वै स्मृतम् ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय नमः इति मन्त्रेण गिरिजे उदकं चाभिमन्त्रयेत् देवदेवमहाभागश्रीवत्सकृतलाञ्छन महादेव नमस्तेऽस्तु नमस्ते विश्वभावन अर्कं गृहाण भो देव मुक्तिं मे देहि सर्वदा नानाविधैः सुपुष्पैश्च पूजयेत् गरुडासनं सर्वबाधाविनिर्मुक्तो विष्णो सायुज्यतामियाद रात्रौ जागरणं तत्र द्वादश्यां सुसमाहितः भक्तिपूर्वं भजेद्देवं विष्णुमव्ययमक्षयम् एवं वैशाखसम्बन्धी भक्तिभावेन तत्परैः उत्सवो विष्णुसंज्ञस्तु कर्तव्यो भक्तिमिच्छुभिः आगमोक्तेन मन्त्रेण विधिं तत्र प्रकारयेद् कृते सति महादेवि कोडियज्ञसमं फलं रागद्वेषविनिर्मुक्तो महामोहनिवर्तकः इह लोके सुखं भुक्त्वा यादि विष्णोः सनातनं ब्राह्मणो भक्तिभावेन यः करोत्युत्सवं भुवि सर्वपापविनिर्मुक्तो वैकुण्ठं गच्छते ध्रुवं वेदाध्ययनहीनोऽपि शास्त्राध्ययनवर्जितः हरिभक्तिं तु सम्प्राप्य लभदे वैष्णवं परम् आत्मा रामः सदा मुक्तो विजितात्मा भवेत्तु सः स वै विष्णुपदं यादि यावच्चन्द्र दिवाकरौ इति श्रीपाद्मे महापुराणे उत्तरकण्डे उमामहेश्वरसंवादे शयनमहोत्सवो नाम पञ्चाशीतितमोऽध्यायः ॐ